पद्मपुराणं खण्डं 5 पादालखण्डम् अध्यायं 101 यम उवाच अथ कालकटाक्षेण लक्षितो नृपतिस्तदा मृतोधिरधिसेवोद्धक्षयक्षीणकलेवरः नीयमानो यमगणैस्ताड्यमानो मुहुर्मुहुः क्रन्दमानो महारावान् सस्मरन्निजपादकं विष्णुदूतैः समागत्य ताडयित्वा ममानुगान् धर्मवानयमित्युक्त्वा विमानमधरोपितः निदो हरिपुरं भूपस्तूयमानोऽप्सरोगणैः प्रातस्नाने वैशाखमासस्य क्षीणपादकः अध धर्मविहीनो यमिति मत्वा चथैः पुनः देवदूतैर्निदेशेन विष्णोर्भूमिपतिस्तदा अधुरा देवनिरय वर्त्मना स समाहितः स गच्छन्नपि शुश्राव जीवानां क्रन्दतां पुनः निरये पच्यमानानामारावं विविधं तदा पापिनां क्वध्यमानानामाक्रन्दमदिदारुणं श्रुत्वा विस्मयवान्विप्र राजा भूददिदुःखितः प्रोवाच दूधा किमयमाक्रन्दो दारुणश्रुतः पुनर्न श्रूयते तन्मे कारणं वक्तुमर्हत दूत ऊचु जन्तवस्त्यक्रमर्यादा पापास्त्वाचारवर्जिताः निरयेषु जघोरेषु तामिश्रादिषु पादिताः कृतपातकिनस्त्वत्र प्राणत्यागादनन्तरं याम्यं पन्थानमाश्रित्य दुःखमश्नन्ति दारुणं यमस्य पुरुषैर्कोढैकृष्यमाणा इतस्ततः अन्धकारे निपतिता भक्ष्यं ते ह्यदिदारुणैः स्वभिश्रृगालैक्रव्यादैः काककङ्कबकादिभिः अग्नितुण्डैर्वृकव्याघ्रैर्भुजगैर्वृच्चिकादिभिः अग्निना दाह्यमानाश्च तुद्यमानाश्च कण्टकैः क्रकचैपाट्यमानाश्च पीड्यमानाश्च तृष्णया क्षुधया बाध्यमानाश्च घोरैर्व्याधिगणैस्तथा पूयशोणितगन्धेन मूर्च्य मानाः पदे पदे क्वाध्यं ते जक्वजित्तैलैस्ताड्यन्ते मुशलै क्वचिद् आयसीषु प्रपच्यन्ते शिलासु क्वचिदेव च क्वचिद्वान्दमधाश्नन्ति क्वचित् पूय मसृक्वचिद् क्वचिद्विष्ठां क्वचिन्मांसं पूदिगन्धिषु दारुणं कृमिभिर्भक्ष्यमाणाश्च वह्नितुण्डैः क्वचित् क्वचिद् केश शोणितमांसासृक्वसास्तिनि करेषु च अस्थिता कुणपाकीर्णा कृमिभिर्भक्षिता स्फुटं काककङ्कमहागृध्रवदनैर्ध्वंसितेषु च शिवदुर्गन्धनीरन्ध्रसङ्घट्टशतकोटिषु करपत्रशिलापत्रतप्तनिस्तैलकेषु च लोहतैलवस्सास्तम्भकूडशाल्मलसत्मसु क्षुरकण्टककिलोग्रज्वालास्तम्भविभातिषु तप्तं वैतरणीपूय पूरितेषु पृथक् पृथक् असिपत्रवनोत्कृतनरनारीस्तनेषु च घोरान्धकारग्रहणदारुणेषु मुहुर्मुहुः पापच्यमानाक्रन्दन्दो दारुणैर्विविधैर्वधैः कण्डेषु बद्धपाशाश्च भुजगा व्यष्टिता क्वचिद् पीड्यमानास्तथा यन्त्रैः कृष्यमाणाश्च जानुभिः भग्नपृष्ठशिरोग्रीवास्तब्धकण्ठाः सुदारुणाः कूडागारे भ्राम्यमाणाशरीरैर्यादनाक्षमैः पीड्यन्ते पापिनो राजन्क्रन्दमाना विकर्मिणः सहितं विषयास्वादैः क्रन्दनं तैर्विधीयते भुज्यते च कृतं पूर्वमेतत्सर्वैश्च जन्तुभिः परस्त्रीषु कृतसङ्गः प्रीतये दुःखदो हि सः मुहूर्तविषयास्वादो जादोऽनेकाब्ददुःखदः वपुषस्तव राजेन्द्रप्रादस्नानस्य माध्यवे विधिना पावनस्यैदे प्राप्य स्पर्शं च मारुदः लब्धसौख्याः क्षणं जादा महसाप्यायितास्तव आक्रन्दरहितास्तेन जादास्ते निरये स्थिताः नामापि पुण्यशीलानां श्रुतं सौख्याय कीर्तिदं जायते तद्वपुस्पर्शवायुस्पर्श सुखावहः यम उवाच इति दूदवच श्रुत्वा स राजा करुणानिधिः प्रत्युवाच हदान् दूदान् विष्णोरद्भुतकर्मणः कोमलं हृदयं नूनं साधूनां नवनीतवत् वह्निसन्तापसंतप्तं तद्यथा द्रवति स्फुटम् राजोवाच नार्तं जन्तुमहं हित्वा पीडितुं गन्तुमुत्सहे तं पापिष्ठं दिगार्तानामार्तिं शक्तो न हन्ति यः मदङ्गसङ्गमोच्छिष्टवायुस्पर्शेन ते यदि जन्तवः सुखिनो जादास्तस्मात्तत्र नयन्तु माम् पवित्रयन्ति जननीमवनीमपि ते नराः परतापच्छिदो येदु चन्दना इव चन्दनं परोपकृतये येदु पीड्यन्ते कृतिनो हि ते संतस्त एव ये लोके परदुःखविदारणाः आर्तानामार्तिनाशार्थं प्राणा येषां तृणोपमाः तैरियं धार्यते भूमिर्नरैः परहितोद्यतैः मनसो यत्सुखं नित्यं तत्स्वर्गो नरकोपमः तस्मात् परसुखेनैव सुखिनः साधवः सदा वरं निरय पादोऽत्र वरं प्राणवियोजनं न पुनः क्षणमार्तानामार्ते नाशमृदे सुखं दूदा ऊचु जन्तवो निरये कोरे पच्यन्ते तेऽत्र पापिनः स्वकर्मैवोपजीवन्ति मोहस्थानं न विद्यते यैर्न दत्तं न च हुदं तीर्थे स्नानं न वा कृतम् पुनर्नोपकृतं भक्त्या सुकृतं न कृतं परं नेष्ठं न तप्तं नो जप्तं व्यैर्न हृष्टतया नृप परस्मिन्निह कोरेषु पच्यन्ते निरयेषु ते दुःशीला ये दुराचारा विहाराहारनिन्दिताः परापकारिणः पापकारिणो दुर्विहारिणः विदारिणो हि मर्मोक्रिया पापा परहृदां हि ये निरयेते विपच्यन्ते ये परस्त्रीविहारिणः ये हि नूनं महीपाल गच्छामो हरिमन्दिरं न ते पुण्यवदायुक्तमिहस्तादु मदः परं राजोवाच यद्यहं सुकृतिदूधा कस्मादस्मिन्महाभये नारके पथि वा नीतः किं वा मे सुकृतं परं मयापि न कृतं तादृक्सुकृतं कामशालिना कथं पुरि हरेर्गन्धा संशयानोऽहमस्मि वै दूदावुजु सुकृतं न कृतं सत्यं त्वया कामवशात्मना नेष्ठं यज्ञैर्न वा यज्ञावशिष्टं भवताशितं किन्तु माधव मासे यद्विधिना वत्सरत्रयं प्रादस्नात्वा गुरुवच प्रेरितेन पुरा त्वया भक्त्या सम्पूजितो विष्णुर्विश्वेशो मधुसूदनः महापापादिपापौखनिहन्ता भक्तवत्सलः सर्वधर्मैकसारेण तेनैकेन नरेश्वर नीयते पुण्यभवनं पूज्यमानो मरुद्गणैः महदामपि पापानां निहन्ता माधवोर्चितः तथैव माधवो मासो मर्त्यानां विधिनोदितः यथैव विस्फुलिङ्गेन ज्वल्यते तृणसंशयः प्रादस्नानेन वैशाखे तथा कौकोऽपि दह्यते तावद्वपुषि पापानि प्रभवन्ति महान्त्यपि यावन्न माधवे मासि तीर्थे मज्जति चोषसि वैशाखे मासि यो युक्तो यथोक्तनियमैर्नरः हरिभक्त्यैव पापौकैर्मुक्तोच्युतगृहं व्रजेद आजन्मनो हि सुकृतं यत्त्वया न पुरा कृतं तेन त्वं निरयस्थानमार्गं नीदो नरेश्वर अध भूमिपदे तूर्णमस्माभिस्तु मरुद्गणैः स्तूयमानो विमानेन गच्छ गोविन्दमन्दिरम् इति श्रीपद्मपुराणे पादालखण्डे वैशाखमासमाहात्म्ये एकोत्तरशततमोऽध्यायः ॐ